पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 224 दिलीप उवाच भगवन् सर्वमाचक्ष्व हरिभक्तिसुधामयं शृण्वदो नैव तृप्तिर्मे विष्णुभक्तिं सुखावहम् तापत्रयमहाज्वाला वह्निभिः सततं नृणां संतप्तानां मुनिश्रेष्ठविष्णुभक्तिसुधार्णवं विना किमन्यच्चरणं भवारण्ये भयानके आचक्ष्व विस्तरेणाथ भक्तिभेदान्महामुने उपास्यमानान् सततं मुनिभिः परमात्मनः वसिष्ठ उवाच साधु पृच्छसि राजेन्द्र संसारोत्तारणं नृणां वैकुण्ठस्य परेशस्य भक्तिं नित्यसुखावहाम् इममेव महाप्रश्नं कैलासशिखरे पुरा पप्रच्छ गिरिजादेवी शङ्करं लोकपूजितम् पार्वत्युवाच देवदेव महादेव त्रिपुरघ्न सुरेश्वर विष्णुभक्तिं ममाचक्ष्व मुक्तिदां सर्वदेहिनाम् उपास्य भेदान् मन्त्रांश्च तस्य पूजा विधींस्तथा तस्य विष्णोस्वरूपं च तद्विभूतिर्गुणादिकं तस्य लोकस्वरूपं च यं प्राप्य न निवर्तते सर्गस्थितिलयं येन करोति भगवान् हरिः यद्गत्वा न निवर्तं ते तद्धाम परमं हरेः येन केन जकृत्येन साधनेन परं पदम् प्राप्नुवन्ति नराः पाप विषयासक्तचेतसः विस्तरेण मयि प्रीत्या ब्रूहि सर्वमशेषतः वसिष्ठ उवाच इति पृष्ठो महादेव्या हरिस्त्रिपुरः तदा उवाच परमप्रीत्या नमस्कृत्य जनार्दनम् रुद्र उवाच साधु साधु महादेवि सर्वलोकहितैषिणि साधु पृच्छसि मां देवि श्री शमहात्म्यमुत्तमम् धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति परितुष्टोऽस्मि ते भद्रे शीलरूपगुणैः सदा अथ वक्ष्यामि गिरिजे भगवद्भक्तिमुत्तमां तन्मन्त्राणां विधानां च स्वरूपं तस्य शार्ङ्गिणः तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः परमात्मा परं ब्रह्म परं ज्योतिः परात्परः अच्युतपुरुषकृष्णशाश्वतशिव ईश्वरः नित्यसर्वगतस्ताणु रुद्रसाक्षी प्रजापतिः यज्ञो यज्ञपतिसाक्षात् ब्रह्मणः पतिरेव च हिरण्यगर्भं सविता लोककृल्लोकभृद्विभुः अकारवाच्यो भगवान् श्रीभू नीलापतिः प्रभुः उदामृतत्वस्येषानो यदन्नेनादिरोहति सहस्रमूर्धा विश्वात्मा सहस्राक्षसहस्रपाद स भूमिं सर्वदस्पृत्वा ह्यत्यतिष्ठद्दशाङ्गुलम् अनन्तश्रीपदी रामो गुणभृन्निर्गुणो महान् सर्वलोकेश्वरश्रीमान् सर्वज्ञः सर्वतोमुखः तस्य लोकप्रधानस्य जगन्नाथस्य पार्वती माहात्म्यं वासुदेवस्य यच्छक्यं तद्ब्रवीमि ते अशक्यं तन्मया वक्तुं ब्रह्मणा सह दैवतैः सर्वोपनिषदामर्थं वेदान्ते परिनिश्चितं तस्योपासनभेदांश्च शृणु वच्मि पुनः पृथक् आद्यं तु वैष्णवं प्रोक्तं शङ्खचक्राङ्कनं हरेः धारणं चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः अर्चनं च जपोध्यानं तन्नामस्मरणं तथा कीर्तनं श्रवणं चैव वन्दनं पादसेवनं तत्पादोदकसेवा च तन्निवेदितभोजनं तदीयानां च सेवाञ्च द्वादशी व्रतनिष्ठितं तुलसीरोपणं विष्णोर्देवदेवस्य शार्ङ्गिणः भक्तिषोडशधा प्रोक्ता भवबन्धविमुक्तये सर्वेषामेव देवानां ममापि पुरुषोत्तमः पूजनीयो हरिर्नित्यं ब्राह्मणानां विशेषतः तस्मात्तु ब्राह्मणो नित्यं विधिवत् पूजयेद्धरिं तच्चिह्नैरङ्गितश्रीशपदं प्राप्नोत्यसंशयं शङ्खचक्राङ्गनं गुर्याद् ब्राह्मणो बाहुमूलयोः हुदाग्निनैव सन्तप्य सर्वपापनुत्तये चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा धारयित्वैव विधिवद्ब्रह्मकर्मसमारभेद अग्नितप्तं पवित्रं च धृत्वा वै भुजमूलयोः त्यक्त्वा यमपुरं घोरं यादिविष्णोः परं पदं चक्रचिह्नविहीनस्तु यः पूजयदि केशवं तत्सर्वं विफलं व्याधि पूजामन्त्रजपादिकम् अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः अङ्गयित्वा जपन्मन्त्रं संसारान्मोक्षमाप्नुयात् सुदर्शनं धारयित्वा वह्नितप्तं द्विजोत्तमः उपनीयविधानेन पश्चात्कर्मसु योजयेद विष्णुचक्रविहीनं तु यश्राद्धे भोजयिष्यति व्यर्थं भवति तत्सर्वं निराशाः पितरो गदाः विष्णुचक्राङ्गितं विप्रं पूजये श्राद्धकर्मणि विष्णुचक्रविहीनं तु प्रयत्नेन विवर्जयेद् दद्याद्गो भू हिरण्यादिचक्राङ्गितभुजाय वै यद्दत्तं चक्रहीनाय तत्सर्वमसुराय वै अग्नितप्तेन चक्रेण बाहुमूले तु लाञ्छिताः सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदं हुदाग्नितप्तचक्रेण शरीरं यस्य चिह्नितं तस्य तीर्थानि यज्ञाश्च सम्प्राप्ता नात्र संशयः अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेद् न तस्य किञ्चिदश्नीयादपि क्रतुसहस्रिणः अधृत्वा विधिना चक्रं ब्राह्मणो ज्ञानदुर्लभः गर्हितः सर्वलोकेषु ब्राह्मण्यात् प्रच्युतो भवेद् शङ्खचक्रधरो देवो हरिपूज्यो यथात्मभिः तथैव सर्वैः सम्पूज्यो विप्रश्चक्रादिचिह्नितः सर्ववेदविदो वापि सर्वशास्त्रविशारदः अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेद् ऊर्ध्वपुण्ड्रविहीनस्तु शङ्खचक्रविवर्जितः तं गर्दभे समारोप्य बहिकुर्यात् स्वपत्तनाद् प्रकृते स्पर्शरहितो वासुदेवो जनार्दनः तथैव ब्राह्मणो देवि विष्णुचक्रेण चिह्नितः तस्मात् प्रकृतिसंसर्गपापौखदहनं हरेः प्रतप्तं बिभ्रूयाच्चक्रं शङ्खं च भुजमूलयोः स्त्रीशूद्राणां सदा धार्ये चन्दनेन सुगन्धिना बहुमूले लिखे चक्रं तप्तं तु ब्राह्मणस्य वै तप्ते नैवाङ्गनं कुर्यात् ब्राह्मणस्य विधानतः श्रौतस्मार्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैव च हरे पूजाधिकारार्थं चक्रं धार्यां विधानतः वैष्णवत्वस्य सिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च प्रतपेच्चक्रशङ्खाभ्यां हुत्वा होमं विधानतः अन्यैर्दाहयेद्गात्रं ब्राह्मणो हरिलाञ्छनाद् शङ्खचक्रगदाखड्गशार्ङ्गादन्यैर्हरेरपि लक्षणेन दहेद्देहं नान्यदग्धोर्हदिक्रियाम् अचक्रधारिणं विप्रं दूरदः परिवर्जयेद् स्वपाकमिव नेक्षेद लोके विप्रमवैष्णवं वैष्णवो वर्णबाह्योऽपि पुनादिभुवनत्रयं तस्मात्तु विधिना चक्रं धार्यं विप्रैः शुभानने ब्राह्मणां मन्त्रसिद्ध्यै च ज्ञानसिद्ध्यै च मुक्तये अप्राकृदा महात्मानो विष्णुचक्रेण लाञ्छिताः विष्णुचक्रविहीनास्तु ब्राह्मणाः प्राकृता स्मृताः सर्वाश्रमेषु वसदां ब्राह्मणानां विशेषतः विधिना वैष्णवं चक्रं धार्यं हि श्रुतिनोदनाद दक्षिणे दुभुजे विप्रो बिभ्रूयाद्वै सुदर्शनं वामे दुशङ्खं बिभ्रूयादिति ब्रह्म विदो विदुः एवं महोपनिषदि प्रोक्तं चक्रादिधारणं तथैव साम्नि यजुषि ऋजिप्रोक्तं शुभानने प्रदे विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं कर्तवे चर्षणीन्द्राः मूले बाह्वो दधतेऽन्ये पुराणा लिङ्गान्येऽन्ये तावकान्यर्पयन्ति चरणं पवित्रं विदधं पुराणं वाङ्मयं शुभं तेन चक्रेण सन्तप्तास्तरेयुः पादकां बुधिम् पवित्रं ब्राह्मणस्पत्यं जगद्व्याप्तं हरेः सदा ते नातप्त तनूर्येषां न दे यान्ति परं पदं तेन तप्ता तनूर्येषां ते प्रयान्ति परं परम् पवित्रचरणं नेमिर्हरेश्चक्रं सुदर्शनम् सहस्रारं प्राकृतघ्नं लोकद्वारं महौजस्सं नामानि विष्णुचक्रस्य पर्यायेण निबोध मे शुद्धेन वह्नितप्तेन ब्रह्मत्वेन पुनीहिनः यत्ते पवित्रमर्चिवदग्नेतेन पुनीहिनः येन देवाः पवित्रेण आत्मानं पुनदे सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मां प्रजापत्यं पवित्रं तु शतोद्यामं हिरण्मयं वयं ब्रह्मविदस्तेन पूतं ब्रह्मपुनीमहे सनेमि चक्रमजरं चक्षुरस्य महात्मनः अस्मिन् हि विधृते देव महोन्नतपदययौ तस्माद्वै विधिवद्धार्याः शङ्खचक्रादिहेदयः ब्राह्मणानां विशेषेण वैष्णवानां विशेषतः धृतोर्ध्वपुण्ड्रकृतचक्रधारी विष्णोः पदं ध्यायति यो महात्मा स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यादि विशुद्धचेदाः ये कण्ठलग्नतुलसी नलिनाक्षमाला ये बाहुमूलपरिचिह्निदशङ्खचक्राः ये वा ललाटफलके लसदूर्ध्वपुण्ड्रास्ते वैष्णवा भुवनमाशु पवित्रयन्ति दिवस्पदे सुवितदं पवित्रं येदुरक्षिणः न वहन्ति भुजे सम्यक् न हि शोचन्ति जन्तवः ये वहन्ति भुजे चक्रं सस्थिरं विधिना द्रुतं परं व्योम्नि तु ते स्थानमधितिष्ठन्ति तेजसा होमाग्निसंतप्त पवित्रलाञ्छिता मूले तु बाह्वोः परमात्मनो हरेः सन्तारयित्वा भवसागरं मखच्छुद्धं परं व्याधि परेशलोकम् अङ्गयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः कलत्रापत्यभृत्येषु पश्वादिषु च अङ्गयेद इत्येवं श्रुतयः सर्वाः कथयन्ति वरानने तथैव सेदिहरेषु पुराणेष्वपि कथ्यते द्विविधं वैष्णवं प्रौक्तं बाह्यमभ्यन्तरं तथा शङ्खचक्रादिभिर्बाह्यमान्तरं वीदरागता बाह्याभ्यन्तरसाम्यं यत्तद्वैष्णवमुदाहृदं तस्माच्चक्रादिचिह्नं तु प्रथमं वैष्णवं स्मृतम् आन्तरं स्मरदोषादिविमुक्तं स्वात्मदर्शनं सर्वभूतदया शान्तिरिन्द्रियार्थेष्वलोलता पुत्रदाराध्यसङ्गत्वं योगाभ्यासरतिस्तथा अनन्यभक्तियोगेन परेशस्याभिषेणवम् तस्माच्चक्रादिहेदीनामङ्गनं वैष्णवं स्मृतं चक्रादिचिह्नहीनत्वाद्वैष्णवत्वं न लभ्यते इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे सुदर्शनादिमाहात्म्यं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॐ